समस्त त्रिकक्षेतराशी परमेश्वर प्रत्यर्थं प्रातः सन्ध्याम अपाशिष्यै ओं शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत सर्वविघ्नोपशान्तये ओं अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा यस्मिन्नेत पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ओं सन्नः आपो धन्वन्यः समनः सन्तु न्यपः सन्नः समुद्रे आपः समनः सन्तु क्षिपः ओं द्रुपादिदेव मोच्चानः सन्नः स्नातमनादीप भूतं पवित्रेण माज्यमापः सिद्धन्तु मैनसः ओमापोहिष्ठामयोद्भवस्थानमूर्जे दधातन महेरणाय चक्षसे यो वः शिवतमोरसः तश्च भाजयते हनः वशतीरिव मातरः तस्मावहरङ्गमावहः यस्य क्षयाय जिन्मथ आपोयन यथा च नः ओम् भूर्भुवस्वः ओम् मृतञ्च सत्यञ्च विद्योपसूद्यजायत ततो रात्रिरजायत ततः समुद्रान्नवः समुद्रान्नवदिति संवोत्सर अजायत अहोरात्राणि विद्धथ विश्वस्य मिषतो वसि सूर्यचन्द्रमसोधाता यथा पूर्वम् अकल्पयत दिवं च पृथिवीं च अन्तरिक्षम् अथोऽस्वः ओमीति अघमषणसूक्तस्य अघमषणऋषिः अनुष्टुपछन्दः भावभृतम् दैवतम् अश्वमेधा बभृते विनियोगः ओम् विष्णुः विष्णुः ओम् विष्णुः विष्णुः ओम् भूर्भुवस्व तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओम् भूर्भुवस्व तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओम् भूर्भुवस्व तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओम् इति आपोहिष्ठति मन्त्रस्य सिन्धुद्वीपऋषिः गायत्री छन्दः आपो देवता आपमार्जने विनियोगः ओम् आपोहिष्ठामयोद्भुवस्थानमूर्जे दधातन महेरणाय चक्षसे यो वः शिवतमोरसः तस्य भाजयते हनः उशतिरिव मातरः तस्मावहरङ्गमावहः यस्य क्षयाय जिन्मथ आपोयन यथा च नः ओम् भूर्भुवस्वः ओमिति आसनमन्त्रस्य मेरुपृष्ठऋषिः सूदळम् छन्दः श्रीकुर्मो देवता आसने विनियोगः ओम् पृथ्वीत्वया धृता लोका देवी त्वम् विष्णुनाम् धृता त्वम् च धाय माम् देवी पवित्रम् आसनम् कुरु ओमिति ओङ्कारस्य ब्रह्मऋषिः गायत्री छन्दः अग्निदेवता सर्वकर्मारम्भे विनियोगः ओम् खम् ब्रह्मत्यादि ब्राह्मणम् सप्तव्याहृतिनाम् प्रजापतिऋषिः गायत्रिष्टुपे अनुष्टुपे बृहति पङ्क्तिदृष्टुपे जगत्य छन्दांशी अग्निवायु सूर्य बृहस्पति वरुणेन्द्र विश्वदेव देवताः प्राणायामे विनियोगः ओम् भूमिरन्तरिक्षम् द्योरत्यादि ब्राह्मणम् शिरसः प्रजापतिऋषिः जजोषन्दः ब्रह्माग्निवायु सूर्यदेवताः प्राणायामे विनियोगः ओम् भूः ओम् भुवः ओम् शुभः ओम् महः ओम् जनः ओम् तपः ओम् सत्यम् ओम् तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओम् भूः ओम् भुवः ओम् शुभः ओम् महः ओम् जनः ओम् तपः ओम् सत्यम् ओम् तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओम् भूः ओम् भुवः ओम् शुभः ओम् महः ओम् जनः ओम् तपः ओम् सत्यम् ओम् तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् ओम् आपो ज्योतिरसोमृतम् ब्रह्म भूर्भुवस्वरोम् ओम् असावादित्यो ब्रह्म आवाहयस्मि ओत्यतम् जातवेदसम् देवम् वहन्ति केतवः दृशे विश्वाय सूर्यम् चित्रम् देवानामगदनिकम् चक्षुर्मितस्य वरुणस्य अग्न्यः आप्रादेव्या पृथिवी अन्तरिक्षम् सूर्यमात्मा जगतस्थुणश्च उद्भयम् तमस्परिश्वः पश्यन्त उत्तरम् देवम् देवत्रा सूर्यम् मगनम् ज्योतिरुत्तमम् तच्चक्षुर्देवहितम् पुरस्तात् पश्येम शरदः सतम् जीवेम शरदः सतम् शृणुयाम शरदः सतम् ओम् गायत्री मन्त्रस्य विश्वामित्रऋषिः गायत्री छन्दः सविता देवता ह्रीम् बीजम् यम् शक्तिः गायत्री जपारम्भे विनियोगः ओम् भू अङ्गुष्ठाभ्याम् नमः भुवतर्जनेभ्याम् स्वाहा स्वमध्यमाभ्याम् भूषटे भर्गोदेवस्य धीमहि अनामिकाभ्याम् हुम् धियो यो नः प्रचोदयात् कनिष्ठाभ्याम् भूषटे ओम् भू हृदयाय नमः भुव शिरसि स्वाहा स्वशिखाय भूषटे तत्सवितुर्वरेण्यम् कवचाय मण्डनम् भर्गोदेवस्य धीमहि नेत्रत्रया प्रभुक्षणम् धियो यो नः प्रचोदयात् कर्तृपृष्ठाभ्याम् भूषटे ओम् ध्यानम् देह सदा सवितरमण्डल मध्यवर्ती नारायणः सरसिजा सन्निविष्टः ओम् केवलवानमकर कुण्डलवान किरीटि हारी हिरण्मय बहुदितहङ्क चक्रः ओमाया हि वरदे देवी त्रयक्षरी ब्रह्मवादिनी गायत्री छन्द सामार्थ ब्रह्म भूर्भुवस्वरोम्